गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। विधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। विपरीतनिश्चये सति का गतिः इत्यत्र स्मः। तर्हि यस्मिन् विपरीतनिश्चयः अस्ति इत्युक्ते पर्वते वह्निः नास्ति इति निश्चयः यस्मिन् अस्ति, तादृशनिश्चयः प्रतिबन्धकः भवति अनुमानार्थम्। तर्हि यस्मिन् तादृशनिश्चयः विपरीतनिश्चयः पर्वते वह्निः नास्ति इति निश्चयः अस्ति, तेन पर्वतः वह्निमान् इति अनुमान अनुमितिज्ञानं न प्राप्तुं शक्यते इति तावत् अत्र उक्तं। प्रतिबन्धकत्वात् निश्चयस्य प्रतिबन्धकत्वात् इति अवगतं। तर्हि तस्मिन्नेव विषये इतोपि किञ्चित् उक्तमस्ति, तत् पठेम। 198 पेज् तत्र प्रथमपरिच्छेदम् अस्माभिः पठितम्। अतः ज्ञानयोः प्रतिबन्धकभावे आलोचनीये वक्तव्ये वा प्रतिबन्धकत्वेन अभिमतं निश्चयरूपमेव भवेदिति प्रतिबध्यं परम् उभयविधं सम्भाव्येत इति आदौ सर्वदा चिन्त्यम्। इत्युक्ते प्रतिबन्धकं केवलं निश्चयम् एव भवति, प्रतिबध्यं तु अत्र सन्देहः वा निश्चयः वा भवितुम् अर्हति इति पठितं। तदनन्तरम् अस्तु सत्यभौम भगिनी आरम्भं करोतु। प्रकृते च तदपि पठितं महोदय, प्रकृते च नित्यपुरुषस्य पुरुषस्य पर्वतः वह्नि अभाववान् इति निश्चयः वर्तते, किं तस्य परामर्शात् अपि पर्वतः वह्निमान् इति अनुमितिः सम्भाव्यते? यदि न एव सम्भाव्यते तदा परोऽपि अग्निं प्रतिपद्यते इति पूर्वोक्तः परः वक्तुं संशयवान् आद्यः एव ग्राहकः न तु द्वितीयः। अस्मिन् परिच्छेदे आक्षेपार्थं प्रश्नः कृतः इति परामर्शात् अपि पर्वतः वक्तुमान् इति अनुमितिः सम्भाव्यते सम्भाव्यते इति अत्र किम् उत्तरत्वेन किं वक्तव्यम् इति भगिनी समीचीनतया न श्रूयते। एकनिमिषं इदानीं श्रूयते वा महोदय? श्रूयते। अत्र यदि संशयवान् अग्नि संशयवान् अस्ति चेत् सः एव अग्नि संशयवान् आद्यः एव ग्राह्यः न तु द्वितीयः। द्वितीयः इत्युक्ते अग्नि अभावः निश्चयवान् एव खलु? सत्यं। तस्य आशयः कः इति चेत् परोपि अग्निं प्रतिपद्यते इति मूलस्थग्रन्थे उक्तं। परोपि अग्निं प्रतिपद्यते, यद्यपि अग्निः परः अस्ति तथापि प्रतिपद्यते इत्युक्ते ज्ञायते इति उक्तं। तादृश उक्तिः वह्निसंशयवान् एव ग्राह्यः न तु निश्चयवान्, विपरीतनिश्चयवान् न ग्राह्यः परोपि अग्निं प्रतिपद्यते इत्युक्ते यस्मिन् तादृशविपरीतनिश्चयः अस्ति तेन न ज्ञायते इति कृत्वा आद्यः एव वह्निः संशयवान् एव ग्राह्यः अनया उक्त्या इति अग्रे। अतः अत्र इत्थं व्यवस्था वक्तव्या, तत्र पूर्वोक्तेन विशेषणतासन्निकर्षेण कस्यचित् पर्वतः वह्नि अभाववान् इति अभावप्रत्यक्षं वा उत्पद्यता। वृक्षादौ वह्नि अभावव्याप्तिज्ञानेन पर्वतः वह्नि अभाव व्याप्य वृक्षवान् इति परामर्शात् पर्वतः वह्नि अभाववान् इति अनुमितिः वा उत्पद्येताम्। कस्यचित् वञ्चकस्य पुरुषस्य पर्वते वह्निः नास्ति इति वाक्यात् शब्दबोधो वा जायताम्, शब्दबोधो वा जायताम्। एतत् त्रितयमपि निश्चयात्मकमेव ज्ञानम्। अतः एवंविधनिश्चयवतः पुरुषस्य न्यायश्रवणेन शब्दबोधोत्तरं शब्दबोधोत्तरं पर्वतः वह्निव्याप्य धूमवान् इति परामर्शोत्पत्तौ अपि प्रतिबन्धकस्य पूर्वोक्तस्य निश्चयस्य सत्त्वेन न उत्पद्यते एव अनुमितिः। अत्र अस्मिन् परिच्छेदे किमुक्तम् इति चेत् प्रत्यक्षम् अनुमिति पश्यन्तु सर्वे दीर्घवाक्यमस्ति, अतः अत्र तत्र इति आरभ्य ज्ञानं पर्यन्तम् एकमेव वाक्यम् अस्तु, वदतु भगिनि। किम् उक्तम् इति चेत् अत्र प्रत्यक्षम् अनुमिति शब्दबोधः त्रयः अपि प्रमाणानि स्वीकृत्य तेनापि तस्य निश्चयवदः पुरुषस्य अनुमिति न जायते इति उक्तमस्ति। न, इतोपि समीचीनतया वक्तव्यम्। अत्र त्रिभिः प्रमाणैः किं जायते? परामर्शोत्पत्तौ तत् त्यजतु, तस्मात् पूर्वम् अत्र प्रत्यक्षेन अनुमानेन शब्देन वा किं जायते? पर्वतः वह्नि अभाववान् इति ज्ञानम् इति विपरीतनिश्चयः इति पूर्वमुक्तं खलु, तादृशविपरीतनिश्चयः कथं जायते इति अत्र उक्तम्। ओके, इत्युक्ते एवमेव सः मया निश्चितम्, अत्र प्रमाणं किमपि नास्ति, मया एव निश्चितम् इति तादृशनिश्चयः अत्र न स्वीकृतः। प्रत्यक्षेन दृष्ट्वा, प्रत्यक्षेन अत्र यदि सः पर्वतस्य पुरतः अस्ति, प्रत्यक्षेन वह्निः न दृश्यते खलु, न दृश्यते। हा, तर्हि प्रत्यक्षेन दृष्ट्वा अत्र प्रत्यक्षेन वह्निः नास्ति इति दृष्ट्वा केवलं धूमः एव तत्र दृश्यते, वह्निः न दृश्यते इति कृत्वा वह्निः पर्वतः वह्निः अभाववान् इति प्रत्यक्षेन निश्चयज्ञानं, विपरीतनिश्चयः जातः, किन्तु निश्चयज्ञानं प्राप्तं प्रत्यक्षेन। नो चेत् अग्रे अनुमानेनापि विपरीतनिश्चयज्ञानं जायते। कथम् अनुमातम् अनुमानं कृतं तेन? वृक्षादौ वह्नि नास्ति इति तस्य मनसि अस्ति, अतः इदानीं पर्वते वृक्षाः सन्ति, अतः वह्नि अभाववाप्य वृक्षवान् पर्वतः इति अनुमानं करोति इति तस्य मनसि नास्ति, पर्वते पर्वतस्य पुरतः सः स्थितः अस्ति, तर्हि तत्र पर्वते विद्यमानवृक्षान् पश्यति, दृष्ट्वा विद्यमानान् वृक्षान् पश्यति, दृष्ट्वा वृक्षे यदि पर्वते वह्निः अस्ति तर्हि वृक्षौ वृक्षे अपि वह्निः भवेत् खलु, वृक्षेषु वह्निः भवेत्, किन्तु वृक्षौ वृक्षे वह्निः नास्ति इति प्रत्यक्षेन सः पश्यति, वृक्षे वह्निः अभावं दृष्ट्वा अत्र पर्वतः वृक्षेण व्याप्यः अस्ति, सर्वत्र वृक्षाः सन्ति खलु पर्वते, वृक्षाः सन्ति, तर्हि पर्वतः वृक्षव्याप्यः इति दृष्ट्वा वह्नि अभावव्याप्तिः तत्र अस्ति तस्मिन् मनसि, तर्हि वह्नि अभावव्याप्तिज्ञानेन पर्वतः वह्नि अभाववान्, वह्नि वह्नि अभाव व्याप्यवृक्षवान् इति परामर्शज्ञानं तस्मिन् जायते, तेन वह्निः पर्वतः वह्निः अभाववान् इति अनुमितिज्ञानं विपरीतनिश्चयः जायते इति द्वितीयम्। इदानीं शाब्दबोधः कथं जायते? शाब्दबोधः तेन कश्चन वञ्जकस्य पुरुषस्य पर्वते वह्निः नास्ति इति वाक्यात् इत्युक्ते आप्तः नास्ति, सः वञ्चकः अस्ति। वञ्चकः इत्युक्ते वन् हु टेल्स् अ लै। तर्हि शाब्दबोधेन वा, तर्हि प्रत्यक्षेन अनुमानेन शाब्दबोधेन वा एतादृशविपरीतनिश्चयः भवति? यदि तादृशविपरीतनिश्चयः कस्यचित् मनसि अस्ति, अत्र पञ्चवाक्यानि श्रुत्वा यद्यपि तस्मिन् आत्मनि परामर्शज्ञानस्य उत्पत्तिः भवति, पर्वतः बह्निव्याप्य धूमवान् इति तावत्पर्यन्तं तस्मिन् आत्मनि ज्ञानम् उत्पद्यते, इत्युक्ते पर्वतः धूमवान् यत्र यत्र वह्निः तत्र तत्र इति तादृशम् अत्र व्याप्तिज्ञानमपि उत्पद्यते, पक्षधर्मताज्ञानमपि उत्पद्यते, अनयोभ्यां ज्ञानाभ्यां तत्र परामर्शज्ञानम् अपि उत्पद्यते। किन्तु तदनन्तरं यद् अनुमितिः जायेत तस्य प्रतिबन्धकः अस्ति इदानीम् एतादृश विपरीतनिश्चयज्ञानम् इति कृत्वा अनुमितिः एव न उत्पद्यते इति उक्तं। बुद्धं खलु? हा उत्तमं, तर्हि अग्रे गच्छामः। धन्यवादः भगिनि। अग्रे वर्षा भगिनी पठति वा? अस्तु, अग्रे पठनात् पूर्वम् अत्र टिप्पणी एकमस्ति खलु, तदपि पठतु। प्रमाणपरिगणने चतुर्विधानि प्रमाणानि यद्यपि परिगणितानि तथापि उपमानस्य वक्ष्यमाणशक्तिनिर्णयमात्रहेतुत्वात् तत् अतिरिक्तानि त्रीणि प्रमाणानि एव प्रकृतविषय उपपादनाय स्वीकुर्मः। किं लिखितमस्ति अत्र? अत्र त्रीणि प्रमाणानि एव स्वीकृतम्, अत्र उपमानस्य स्वीकृतानि उपमानस्य का गतिः इत्युक्ते वक्ष्यमाणशक्तिनिर्णयमात्रहेतुत्वात्। अच्छा, उपमानं स्वीकृत्य वयम् एतादृश ज्ञानं न प्राप्तुं शक्नुमः। एतादृश इत्युक्ते वह्नि अभाववान् इति अभावप्रत्यक्षम् अभावप्रत्यक्षज्ञानं वा अभाव अनुमानज्ञानं वा अभाव शाब्दबोधज्ञानं वा प्राप्तुं शक्नुमः, परन्तु वह्नि अभाववान् इति वाक्येन उपमानं न प्राप्तुं उपमानज्ञानं न प्राप्तुं शक्नुमः। अत्र उपमा वदतु, वह्नि अभावान् इति वाक्येन उपमानज्ञानं न प्राप्तुं शक्नुमः वा? वाक्यं समीचीन भवती अवगच्छति, किन्तु वाक्यं समीचीनतया वक्तव्यम्। अभावस्य उपमानं स्पष्टतया न उक्तम् इति कृत्वा न अभावस्य उपमानं स्पष्टतया न उक्तम् इति नास्ति। वस्तुतः अत्र आशयः कः इति चेत् नैयायिकैः चत्वारि प्रमाणानि अङ्गीकृतानि खलु, तर्हि तेषु प्रमाणेषु प्रमाणत्रयेण एतादृशविपरीतनिश्चयज्ञानं जायते, किन्तु उपमानप्रमाणेन विपरीतनिश्चयज्ञानं यदा कदापि न जायते इति कृत्वा उपमानप्रमाणम् अत्य त्यक्तम्। तदेव आशयः, किमर्थम् उपमानप्रमाणेन विपरीतनिश्चयज्ञानं किमर्थं न जायते इति चेत् वक्ष्यमाणशक्तिनिर्णयमात्रहेतुत्वात्। तर्हि तद् अस्माभिः न पठितं खलु, तर्हि किमर्थम् उपमानेन न जायते इति इदानीं न चिन्त्यं, केवलम् अत्र उक्तम् उपमानप्रमाणेन विपरीतनिश्चयज्ञानं न जायते इति अवगन्तव्यम् इति कृत्वा त्रीणि प्रमाणानि एव अत्र चिन्तितानि न तु उपमानप्रमाणम् इति तावदेव उक्तं बुद्धं खलु अस्तु हा समीचीनम् अग्रे इदानीम् अग्रिमपरिच्छेदं पठतु शक्तिनिर्णयमातृहेतुत्वात् हा सत्यं वक्ष्यमाण इत्युक्ते अग्रे वक्ष्यति शक्तिनिर्णयमात्रहेतुत्वम् इति उपमानस्य कश्चन लक्षणमस्ति शक्तिनिर्णयमात्रहेतुत्वम् इति तद् किम् इति अस्माभिः न पठितं खलु तर्हि इदानीं तस्मिन् विषये न चिन्तनीयं किन्तु अस्मिन् प्रसङ्गे किं वा किम् अवगन्तम् इति चेत् उपमानप्रमाणेन विपरीतनिश्चयज्ञानं न जायते इति अवगन्तव्यम् इति कृत्वा तत् त्यक्तम् अस्तु अग्रे परन्तु यदि तस्य एव पुरुषस्य भवेत् इत्थं ग्रहः मम इन्द्रियं दुष्टम् अथवा मम परामर्शः भ्रमः अप्रमा पर्वते वह्निः नास्ति इति वक्ता वा अनाप्तः तदा प्रतिबन्धकीभूतनिश्चयस्य यत् यत् साधनं तत्र दुष्टत्वज्ञानेन तेन जायमाने निश्चये अपि अप्रामाण्यज्ञानं भवति कः अर्थः प्रथमं तु अत्र यदा निश्चयस्य ज्ञानस्य निश्चयस्य बाधकः अस्ति निश्चयस्य बाधकः न यदा निश्चयमेव समीचीनं नास्ति यदा इन्द्रियः दुष्टमस्ति नो चेत् परामर्शः भ्रमः जातः नो चेत् यदा यः शाब्दबोधस्य प्रथमवाक्यं वदति सः एव अनाप्तः अस्ति तर्हि अत्र प्रतिबन्धकीभूतनिश्चयमेव कार्यं न करोति इति अत्र एवम् अवगन्तव्यं निश्चयज्ञानं जातं प्रत्यक्षेन वा अनुमानेन वा शाब्दबोधेन वा विपरीतनिश्चयज्ञानं जातं तदनन्तरं निश्चयज्ञानं जातं तदनन्तरं यदि इन्द्रियं दुष्टम् इति ज्ञानं परामर्शः भ्रमः इति ज्ञानं वक्ता अनाप्तः इति ज्ञानं जायते तर्हि किं भवति तैः ज्ञानैः निश्चयः अप्रामाण्यज्ञानं भवति बुद्धं खलु तर्हि प्रथमम् अत्र मम इन्द्रियं दुष्टम् इति मया न ज्ञातम् तर्हि दुष्टेन इन्द्रियेण अहं पर्वतं दृष्ट्वा पर्वते वह्निः नास्ति इति विपरीतनिश्चयज्ञानं मयि जातं प्रत्यक्षज्ञानं जातं तदनन्तरमेव ओ वस्तुतः तत्र वह्निः अस्ति किन्तु इन्द्रिये कश्चन दोषः अस्ति इति कृत्वा मया न दृष्टम् इति ज्ञानं यदा जायते तदा निश्चयात्मकविपरीतनिश्चयात्मकज्ञानम् अप्रामाण्यज्ञानं भवति तर्हि तादृश अप्रामाण्यज्ञानं प्रतिबन्धकः न भवति अनुमानं प्रति अनुमितिं प्रति प्रतिबन्धकः न भवति इति उक्तम् अस्तु को अर्थः अग्रे पठतु को अर्थः पर्वतः वह्नि अभाववान् इति प्रत्यक्षम् अनुमितिः शाब्दबोधः वा न समीचीनः अप्रमा न विषयसाधकः इति तेन ज्ञायते विरोधित्वेन अभिमतं ज्ञानं यदि न समीचीनम् इति ज्ञायते तदा तस्य विरोधिता एव न भवति तत् प्रतिबन्धकं न एव भवति तावद् वदतु विरोधित्वेन ज्ञानम् इति न समीचीनम् यदि यदि ज्ञानमेव समीचीनं न भवति किमर्थं चेत् तस्य यः निश्चयः अस्ति सः निश्चयः समीचीनं नास्ति तर्हि अत्र विरोधित्वम् अस्ति इति एव न वक्तुं शक्यते. किमर्थं चेत् तत् प्रतिबन्धकम् एव न भवितुम् अर्हति इति. अत्र प्रतिबन्धकः न भवति इति. प्रतिबन्धकः इफ् यु हाव् टु बि अ प्रतिबन्धकः तदा अत्र संशयः नो चेत् एतादृशविपरीतम् अपि न भवेत्. केवलं निश्चयज्ञानं भवेत्, अत्र निश्चयं भवेत्. निश्चयम् अस्ति चेत् एव ज्ञानस्य तत् प्रतिबन्धकं भवितुमर्हति. भवती अवगच्छति, किन्तु यदा वदति तत्र भिन्नरीत्या वदति. पुनः एकवारं तद्वाक्यं पठतु भगिनि. विरोधित्वेन विरोधित्वेन अभिमतं ज्ञानम् यः परामर्श वा अनुमितिज्ञानं वा शाब्दबोधज्ञानं वा नो चेत् प्रत्यक्षज्ञानं वा किं केवलं ज्ञानं किम् इति वदतु. विरोधित्वेन अभिमतं ज्ञानं किम्? ज्ञानस्य आकारः महोदय वन्यभाववान् इति पर्वतवन्यदेव वर्तते. तादृशज्ञानं विरोधिः अस्ति खलु, कं प्रति विरोधिः? तादृशज्ञानं प्रतिबध्यं प्रति यः प्रतिबन्ध्यम् अस्ति प्रतिबन्ध्यः. प्रश्नस्य उत्तरं वदतु. विरोधिज्ञानं किम् इति चेत् वह्नि अभावः, पर्वतः वह्नि अभाववान् इति ज्ञानं. तादृशवह्नि अभाववान् इति ज्ञानं कं प्रति विरोधिः अस्ति इति प्रश्नः. पर्वते वह्नि अस्ति वा न वा इति एक संशयज्ञानं. द्वितीयं पर्वतः वह्नि पर्वते वह्नि पर्वतः वह्निमान् इति ज्ञानम्. अस्तु, प्रकृतविषये अनुमितिज्ञानं पर्वतः वह्निमान् इति अनुमितिज्ञानस्य विरोधिः अस्ति खलु, तदेव प्रकृतविषयः. केवलं अनुमिति इति नास्ति किल महोदय, त्रीणि प्रकृतविषयः. भगिनि इदानीं कस्मिन् विषये चिन्तनं जायमानमस्ति? परार्थ अनुमानं खलु. तस्य तर्हि वह्नि अभाववान् इति ज्ञानं वह्नि पर्वतः वह्नि मान् इति ज्ञानस्य विरोधिः अस्ति. तावद्बुद्धं खलु. तर्हि इदानीं विरोधित्वेन अभिमतं ज्ञानं पर्वतः वह्नि अभाववान् इति ज्ञानं यदि न समीचीनम् इति ज्ञायते, किमर्थं न समीचीनम् इति ज्ञातम्? बिकास् अत्र अनुमानम् अस्ति किल, अत्र शाब्दबोधस्य एव आक्चुलि टु प्राब्लम्स् केन् बि देर्. एकं तु यः आप्तः अस्ति सः न वदति, अतः अनाप्तः वदति, तत् प्रथम प्राब्लम्, तत् प्रथम थिङ्ग्. सेकेण्ड् कुड् बि दट् परामर्शः भ्रमः जातः, तदपि भवितुमर्हति, तदा एव अनुमतिः न जायते. तृतीयं तु न भवितुमर्हति. न, मम इन्द्रियं दुष्टम् इति. तत् किमर्थम् अत्र किमर्थम् अनुमानं किल महोदय, मया प्रत्यक्षेन न दृष्टम्. द ओन्लि इन्द्रिय दृष्टं श्रोत्रेन्द्रिय. यु आर् थिङ्किङ्ग् बियाण्ड् वाट् इस् रिक्वायर्ड्. यु आर् गोयिङ्ग् टु फास्ट् इन् युर् मैण्ड्. इत्युक्ते इदानीं सः परार्थ अनुमानं कुर्वन् अस्ति, किन्तु पूर्वं तेन दृष्टं खलु, प्रत्यक्षज्ञानं तस्य अस्ति. ओके, पूर्वप्रत्यक्षस्य दोषं वा? तर्हि तत्र विपरीतनिश्चयज्ञानं येन केनापि प्रमाणेन अस्मिन् काले एव नास्ति, पूर्वमपि पूर्वस्मिन् काले अपि भवितुमर्हति खलु. तर्हि विरोधित्वेन अभिमतं ज्ञानं पर्वतः वह्नि अभाववान् इति ज्ञानं यदि न समीचीनम् इति ज्ञायते, मम इन्द्रियं दुष्टम् इति ज्ञानात्, मम परामर्शः भ्रमः इति ज्ञानात्, पर्वते वह्नि नास्ति इति वक्ता अनाप्तः इति ज्ञानात्, यदि विपरीतनिश्चयज्ञानम् असमीचीनम् इति ज्ञायते, तदा तस्य विरोधिता एव न भवति. तस्य इत्युक्ते विपरीतनिश्चयज्ञानस्य विरोधिता एव न भवति, इत्युक्ते तत् प्रतिबन्धकम् एव न भवति इति अर्थः. अस्तु अग्रे अतः महोदय अत्रापि विपरीतनिश्चयम् इति वाक्यस्य प्रयोजनं करणीयं वा विपरीतनिश्चयम् इत्युक्ते तस्य विपरीतनिश्चयज्ञानस्य विरोधिता एव न भवति किमर्थम् अत्र विपरीतनिश्चयज्ञानम् असमीचीनम् इति ज्ञातं खलु तदनन्तरं परन्तु विरोधित्वं तु प्रथमवाक्ये अस्ति किल महोदय तृतीयवाक्ये नास्ति प्रथमवाक्ये अस्ति द्वितीयवाक्ये एकमेव वाक्यं खलु तत्र विरोधित्वेन अभिमतं ज्ञानम् इति आरभ्य भवति इत्यावत् एकमेव ज्ञानम् आङ्ग्लभाषायां वदतु अस्य अस्य अनुवादम् आं महोदय बै द वर्ड् विरोधित्वेन अभिमतं ज्ञानं वि मीन् पर्वतः वह्निमान् द ज्ञानं विच् इस् सारि पर्वतः वह्नि अभाववान् विच् इस् वाक्य विच् इस् बीन् टोल्ड् थ्रू राङ्ग् विपरीत थ्रू राङ्ग् निश्चय सो देर्फोर् थिङ्ग् वर्ड् ड्यू टु राङ्ग् शब्दप्रमाण ड्यू टु राङ्ग् राङ्ग् शब्दप्रमाण ड्यू टु राङ्ग् परामर्शज्ञान ड्यू टु राङ्ग् प्रत्यक्षज्ञान All what that you leave, Dagni, you know, you are complicating it when you are explaining. Just to translate literally what is here. That is the problem. You are complicating it too much. You don't need to say all that. Just translate literally what is written here. Virodhitvena abhimatam jnanam means parvataha vanya bhavavan iti jnanam. That कथं लब्धं विरोधित्वेन अभिमतम् इत्युक्ते दट् विच् इस् काल्ड् एस् अ विरोधि दट् विच् इस् इम्ब्यूर्ड् वित् द क्वालिटि आफ् बीङ्ग् अ विरोधि अभाववान् इफ् दट् इस् नाट् करेक्ट् यदि न समीचीनम् इति ज्ञायते इफ् वि नो दट् इट् इस् नाट् करेक्ट् देन् इट्स् विरोधिता So it is that parvatah vanya bhavavan, that's virodhita, that virodhita, eva na bhavati, because that cannot be an effective pratibandhaka. So the tasya word does not refer to parvatah vanyaman, but it refers to parvatah vanya, parvatah vanya bhavavan. That was my understanding. Yeah, that is right. That is what I said also. Okay, I understood wrongly about you. So the translation should be yadi, if. That knowledge which has been understood, which has been taken to be a virodhi, is understood to be asamichinam, then that virodhita, the obstacleness of that knowledge itself is dismissed. That's all this is saying. Virodhita evana bhavati. तत् प्रतिबन्धकं नैव भवति विरोधिता एव न भवति इत्यस्य पर्यायवाक्यमस्ति तत् प्रतिबन्धकं नैव भवति इति विरोधिता न एव भवति इति कृत्वा तत् प्रतिबन्धकं नैव भवति इति नास्ति विरोधिता एव भवति इत्युक्ते तत् प्रतिबन्धकं नैव भवति इति एव अर्थः अस्तु अग्रे अतः तादृशस्य पुरुषस्य पूर्वोक्तः पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः उत्पद्यते चेत् भवति एव अनुमितिः पर्वतः वह्निमान् इति एतादृशं च पुरुषम् अभिप्रेत्य सङ्ग्रहकृता उक्तं परः अपि अग्निं प्रतिपद्यते इति यदि अत्र एतादृशवाक्यं श्रुत्वा एकः पुरुषः परामर्शज्ञानेन पर्वतः वह्निमान् इति ज्ञानं प्राप्नोति तादृशपुरुषस्य पूर्वोक्तवर्णिव्याप्यमान्ते परामर्शवर्णिमान् इति कथं विपरीत यदि विपरीतनिश्चयः भगिनि अत्र क्रमेण तादृशपुरुषस्य इत्युक्ते कीदृशपुरुषस्य यः उक्तः यः आप्तः यः अनाप्तः नास्ति भगिनि यस्मिन् विपरीतज्ञानिश्चयज्ञानम् आसीत् स एव पुरुषः हा किन्तु केवलं स एव पुरुषः नास्ति यस्मिन् विपरीतनिश्चयज्ञानम् आसीत् अपि च यदा तस्मिन् पुरुषे तादृशविपरीतनिश्चयज्ञानम् असमीचीनम् इति ज्ञानं जातं तादृशस्य पुरुषस्य बुद्धं वा? परः इति पदेन यः उक्तः सः एव जानाति अत्र ज्ञानम् अत्र विपरीतनिश्चयः अस्ति इति वा? न तादृशस्य पुरुषस्य पूर्वस्मिन् वाक्ये किमुक्तं? विरोधित्वेन अभिमतं ज्ञानं यदि न असमीचीनम् इति ज्ञायते केनचित् पुरुषेण, तादृशस्य पुरुषस्य पूर्वोक्तः पर्वतः वह्निव्याप्य धूमवान् इति परामर्शः उत्पद्यते चेत् भवत्येव अनुमितिः पर्वतः वह्निमान् इति. तादृशस्य पुरुषस्य रेफर्स् टु द सेकेण्ड् पर्सन् हू इस् मेकिङ्ग् द परार्थ अनुमानम् एण्ड् हू इस् अण्डर्स्टुड् दट् देर् इस् अ डेफिशियन्सि इन् द फस्ट् स्टेट्मेण्ट् करेक्ट् ओके That is the person that is spoken of here. Paranthu, it is not so easy, no, Mahodaya. I mean, you don't know, if the defect is in the Paramarsha Jnanam, he will automatically work in the opposite way is what we are assuming. If there is a defect in the Aptah Jnanam, then it leads not to Nishchaya that Parvataha Vanniman iti, but it leads to the Samshaya also that Parvataha Vanniman va na va iti. So that possibility also has to be taken into account. It is not that possibility has already been accounted for na bagini. You see atra prathamam kasmin vishaye chintitam atra chatvara purushaha svikrutaha kalu ekam tu parvate vannihiva vannihi astiva nava iti udasinah asti kasmin vishaye udasinah asti tasya jnanameva praptam ichcha eva nasti tahi tam prati परार्थ अनुमानं न जायते परार्थ अनुमितिः न जायते इति उक्तम्. इदानीं द्वितीयः, यस्मिन् आत्मनि पर्वतः वह्निमान् इति ज्ञानमस्ति तं प्रति अपि परार्थानुमानं न करणीयं, सः अधिकारी नास्ति इति उक्तम्. तृतीयः, यस्मिन् संशयः अस्ति तं प्रति निश्चयेन परार्थानुमानं जातम् इति अपि पूर्वमेव निश्चितम्. इदानीं प्रकृतविषयः कः? विपरीतनिश्चयस्य निश्चये सति का गतिः इति शीर्षकम्. वि आर् ओन्ली डिस्कसिङ्ग् अबौट् अ पर्सन् हू हस् गाट् अ विपरीतनिश्चय. तत्रापि यदि विपरीतनिश्चयः समीचीनम् इति यावत् तिष्ठति तर्हि तत्र विपरीतनिश्चयः प्रतिबन्धकः भवति, अनुमितिज्ञान उत्पादने प्रतिबन्धकः भवति. यद्यपि तस्मिन् परामर्शज्ञानं तावत् जायते तस्मिन् आत्मनि, तदनन्तरं या अनुमितिः जायेत सा अनुमितिः न जायते प्रतिबन्धकस्य सत्त्वात् इति उक्तं. तदनन्तरं यदि तादृशविपरीतनिश्चयज्ञानस्य असमीचीनता प्राप्यते, मम इन्द्रियं दुष्टं, मम परामर्शः भ्रमः, वक्ता अनाप्तः इति ज्ञानेन यदि विपरीतनिश्चयज्ञानस्य असमीचीनता प्राप्यते तदा तादृशपुरुषे अपि अनुमितिः जायते एव इति कृत्वा सः अपि पर अपि अग्निं प्रतिपद्यते इत्यस्मिन् मूलवाक्ये तमपि स्वीकर्तव्यम् इति उक्तम्. तर्हि पुनः पुनः यत् अस्माभिः सर्वसमये समीचीनतया चिन्तितं तस्मिन् विषये पुनः पुनः किमर्थं वक्तव्यं? यः सन्धिहानः अस्ति तस्य परार्थानुमानं जायत्येव इति पूर्वमेव निश्चितं खलु. बुद्धं वा? तर्हि क्रमेण चिन्तनं जायमानमस्ति. अस्मिन् पाठे विपरीतनिश्चयः यस्मिन् अस्ति तस्य अनुमितिः भवति वा न वा इति प्रश्नः. यावत्पर्यन्तं विपरीतनिश्चयात्मकज्ञानम् अस्ति अपि च तादृशज्ञानं समीचीनम् अस्ति इति स्थितिः, तस्य पर्वतः वह्निमान् इति अनुमितिज्ञानं न जायते. किन्तु यद्यपि पूर्वं तस्मिन् निश्चयात्मकज्ञानं विपरीतनिश्चयात्मकज्ञानं पर्वतः वह्नि अभाववान् इति ज्ञानम् आसीत्, तथापि तदनन्तरं यदि तादृशविपरीतनिश्चयज्ञानम् असमीचीनम् इति ज्ञानं जातं तस्मिन् अत्र वह्नि वह्निः पर्वतः वह्निमान् इति अनुमितिः अनुमितिः जातुं शक्यते इति अत्र उक्तम्. अस्तु अग्रे गच्छेम. बुद्धं वा? पश्यामि भगिनि. सो कीप् द डिस्कशन् टु ओन्ली वाट् इट् इस्. यू डोण्ट् हाव् टु से एव्रिथिङ्ग् इन् एव्रि प्लेस्. देन् इट् बिकम्स् अण्ड् इवन् वेल् यु आर् एक्स्प्रेसिङ्ग् इट् बिकम्स् डिफिकल्ट् फर् अस् टु अण्डर्स्टाण्ड्. कीप् इट् सिम्पल्. अस्तु अग्रे मेहुल् महोदय पठतु. यस्य तु यस्य तु पर्वतः वह्नि अभाववान् इति निश्चयः इन्द्रियादिसाधनेषु न दोषज्ञानं तस्य निश्चयस्य प्रतिबन्धकत्वम् अस्ति एव इति न्यायवाक्यश्रवणेन परामर्शे उत्पन्ने अपि न भवति एव पर्वतः वह्निमान् इति अनुमितिः अनुमितिरिति पूर्वमुक्तमेव चलं विस्तरेण. तर्हि यः पुरुषः यस्मिन् आत्मनि निश्चयः अस्ति यत् पर्वतः वह्नि अभाववान् इति, तर्हि अपि च सः अन्यदपि निश्चयः तस्मिन् अस्ति यत् इन्द्रियादिसाधनेषु किमपि दोषः नास्ति इति, तर्हि तस्मिन् यः निश्चयः अस्ति तत्तु प्रतिबन्धकत्वम् अस्ति एव, तद् भवति एव न्यायवाक्यश्रवणेन परामर्शे उत्पन्ने अपि न भवति एव पर्वतः वह्निमान् इति अनुमितिः. न्यायवाक्यश्रवणेन इत्युक्ते किं महोदय? पञ्चवाक्यानि, अत्र पञ्चवाक्यानि सन्ति खलु. अस्तु समीचीनं. तर्हि पञ्चवाक्यानि श्रुत्वा अपि तस्मिन् सम्यक् ज्ञानं परामर्शज्ञानम् अथवा अनुमितिज्ञानं न उत्पद्यते एव. परामर्शे उत्पन्ने अपि इत्युक्ते अत्र अनुमाने चत्वारि ज्ञानानि भवेत् खलु. प्रथमं पक्षधर्मताज्ञानं, द्वितीयं व्याप्तिज्ञानं, तृतीयम् उभाभ्यां ज्ञानाभ्यां परामर्शज्ञानं, चतुर्थं परामर्शज्ञानेन अनुमितिः. तर्हि परामर्श उत्पन्ने अपि अनुमितिः इत्युक्ते त्रीणि ज्ञानानि उत्पन्नानि भवन्ति एव अस्मिन् यस्मिन् विपरीतनिश्चयज्ञानम् अस्ति तस्मिन् त्रीणि ज्ञानानि उत्पन्नानि भवन्ति, किन्तु चतुर्थज्ञानं केवलम् अनुमितिः न जायते इति उक्तम्. परामर्शः उत्पन्ने अपि अनुमितिज्ञानं पर्वतः वह्निमान् इति न भवति एव. किमर्थं न भवति? सः तस्मिन् निश्चयः अस्ति, प्रतिबन्धकत्वम् अस्ति निश्चयरूपेण. निश्चयः इत्युक्ते विपरीतनिश्चयः. विपरीतनिश्चयः. मम इन्द्रिय दोषपूर्ण नास्ति अपि भवतु, येन केनापि कारणेन विपरीतनिश्चयज्ञानम् अस्ति तेन एव. यावत्पर्यन्तं विपरीतनिश्चयज्ञानम् अस्ति तावत्पर्यन्तं तस्मिन् अनुमितिः न उत्पद्यते. पञ्चवाक्यानि श्रुत्वापि केवलं परामर्शपर्यन्तं ज्ञानम् उत्पद्यते, किन्तु तदनन्तरं पर्वतः वह्निमान् इति ज्ञानं न जायत्येव इति परामर्शज्ञानस्य अधिकारी कः इति समीचीनतया चिन्तितम्. इत्युक्ते यः उदासीनः अस्ति पर्वते वह्निः अस्ति वा न वा इत्यस्मिन् विषये, यः उदासीनः अस्ति तस्मिन् अनुमितिज्ञानं न जायते पञ्चवाक्यानि श्रुत्वापि. यस्मिन् पर्वतः वह्निमान् इति ज्ञानमस्ति तस्मिन् परामर्श तत्र दुःखः एव दुःखमेव नास्ति इति कृत्वा परार्थ अनुमानं तेन न करणीयं, सः अधिकारी एव नास्ति. अपि च यस्मिन् निश्चयात्मकज्ञानम् अस्ति, अपि च यावत्पर्यन्तं निश्चयात्मकज्ञानम् असमीचीनम् इति न जातं तावत्पर्यन्तं तस्मिन् अनुमितिज्ञानं न जायते. तर्हि द्वे एव अधि द्वौ एव अधिकारौ अधिकारिणौ कौ इति चेत् यः सन्दिग्धमानः अस्ति इत्युक्ते यस्मिन् सन्देहः अस्ति अपि च यस्मिन् पूर्वं निश्चयात्मकज्ञानम् आसीत् तदनन्तरम् अत्र तादृशनिश्चयात्मकविपरीतनिश्चयात्मकज्ञानम् असमीचीनम् इति ज्ञानं प्राप्तं तयोः अनुमितिज्ञानं जायते परार्थ अनुमानज्ञानं जायते इति उक्तम्. तर्हि अत्रापि अस्माकं वर्गे अपि तथैव भवति किञ्चित् सामान्य तत्र समान एव स्थितिः अस्ति. यदा अहं किमपि पठामि तर्हि अहं मन्ये तस्य अर्थः एतदेव तदा अहं वदिष्यामि. परन्तु यदा भवान् तस्य समीचीनतया ज्ञानं ददाति तदा एव मम आत्मनि यः पूर्वे यः निश्चय विपरीतनिश्चयज्ञानम् आसीत् तत् समीचीनं नास्ति इति आगच्छति. अतः एव अग्रे अहं स्वीकरोमि अस्तु मम तु ब्रह्मज्ञानम् अधुना सम्यक् ज्ञानम् अवगच्छति. सत्यम् आम् इति अस्ति. अस्तु अग्रे पठतु महोदय. अस्तु प्रतिज्ञा प्रकृतम् अनुसरामः इत्युक्ते इदानीं पञ्चवाक्यानि उक्तानि खलु तत्र प्रत्येकं वाक्यस्य नाम दत्तम् एकवारं स्मारयति वा प्रथमवाक्यं किं तस्य नाम का इति तं किम् इति पर्वतः वन्निमान् इति प्रतिज्ञावाक्यं धूमवत्वात् इति हेतुः धूमात् धूमवत्वात् नास्ति धूमात् धूमात् अस्तु धूमात् इति एव खलु अत्र धूमवत्वात् क्षम्यतां धूमवत्वात् सत्यम्. अनन्तरम् उदाहरणमस्ति गणवाक्यमस्ति यो यो धूमवान् सो असः अग्निमान् यथा महानसम् इति उदाहरणं सत्यम्. अग्रे तथा च अयम् इति अस्ति तद् उपनयः उपमानम् इति अस्ति उपनयमस्ति. अग्रे तस्मात् तथा इति पञ्चमवाक्यं तदेव निगमनं अस्तु. तर्हि इदानीं प्रत्येकं वाक्यं स्वीकृत्य अत्र चिन्तनं प्रतिज्ञा इति प्रथमवाक्यं खलु अग्रे स्वयं धूमपरामर्शात् वह्नि अनुमितिमान् भूत्वा परज्ञानाय यान् पञ्च अवयवान् प्रयुङ्क्ते तान् क्रमेणाह पर्वतो वह्निमान् वह्निमानीत्यादिना यद्यपि परामर्शजन्या प्रमा अनुमितिः पर्वतो वह्निमान् इति आकारिका उक्तैव अस्तु. इदमपि वाक्यं तादृशमेव शाब्दबोधं जनयति तावदेव वा प्रथमं तावद् वदतु. अस्तु स्वयं धूमपरामर्शात् वह्नि अनुमितिमान् भूत्वा अस्तु वह्निः अस्ति इति अनुमितिः तस्मिन् जायते स्वयं धूमपरामर्शात् इत्युक्ते स्वयमेव धूमः पश्यति तेन वह्नेः अनुमानं करोति तद्भूत्वा परज्ञानाय यान् पञ्च अवयवान् प्रयुङ्क्ते अस्तु तत् हा तदनन्तरम् अन्यत् कोऽपि पञ्चवाक्यानि वदति न विपरीतरीत्या परज्ञानाय यान् पञ्च अवयवान् प्रयुङ्क्ते तान् क्रमेण पर्वतो वह्निमान् इत्यादिना अस्तु हा यदा पञ्चवाक्यानि सः श्रुणोति तदा न स्वयं भवान् इति चिन्तयतु भवान् स्वयं धूमपरामर्शात् वह्नि अनुमितिवान् अनुमितिमान् भूत्वा इत्युक्ते भवान् प्रथमं पर्वते धूमं दृष्ट्वा तदनन्तरं स्मरणात्मकज्ञानं व्याप्तिं प्राप्य परामर्शज्ञानं प्राप्य अनुमितिज्ञानं प्राप्य इदानीं भवान् किं जातः वह्नि अनुमितिवान् अनुमितिमान् जातः खलु परज्ञानाय मम ज्ञानाय मम ज्ञानाय पञ्च अवयवान् वाक्यान् यदि प्रयुङ्क्ते इदानीं क्रमेण आचार्यः वदति. अस्तु अस्तु, तर्हि मम मनसि मम आत्मनि तु ज्ञानं जातम् अधुना जातम् अहम् अधुना अन्यत् अन्यस्य कृते वदामि तदा तदा एव प्रथमवाक्यं भवति पर्वतो वह्निमान् इति सत्यं क्रमः. तर्हि यः पञ्चवाक्यानि वदति सः स्वार्थ अनुमानं प्राप्तवान् इति अर्थः. सत्यं सः एव वदति अधुना. हा, स्वयं स्वार्थ अनुमानेन वह्निः पर्वतः वह्निमान् इति ज्ञानं प्राप्त्वा तदनन्तरम् अन्यं प्रति पञ्चवाक्यानि अहं वदामि. तत्र प्रथमवाक्यं किं, तत्र पञ्चपर्वतः वह्निमान् इत्यादिना पञ्चवाक्यानि उक्तानि. अस्तु, यद्यपि परामर्शजन्या प्रमा अनुमितिः पर्वतो वह्निमान् इति आकारिका उक्तैव. अस्तु, तर्हि प्रथमवाक्यं पर्वतवह्निमान् इति आकारक इति ज्ञानस्य आकारः अस्ति, अनुमितिज्ञानस्य आकारः इति पूर्वे उक्ता. इदमपि वाक्यं तादृशमेव शाब्दम् समीचीनतया उक्तं. हा, तर्हि परामर्शजन्या प्रमा इति अनुमितिः, तदेव ज्ञा परामर्शजन्यज्ञानम् अनुमितिः. तस्य आकारः अस्ति पर्वतः वह्निमान् इति. सत्यं, यद्यपि तद् आकार तद् पर्वतः पर्वतो वह्निमान् इति आकारः अस्ति, तर्हि तदेव वाक्येन शब्दबोधः अपि जायते. इदमपि वाक्यं तादृशमेव शब्दः. एवं वक्तव्यं महोदय. अस्तु, अत्र परामर्शजन्या प्रमा अनुमितेः आकारः कः, पर्वतः वह्निमान् खलु इति आकारः. यदि भवान् स्वार्थ अनुमानं करोति तर्हि अनुमितेः आकारः किं, पर्वतः वह्निमान्. अस्तु, इदानीं मम कृते भवान् वदति इति चिन्तयतु, तत्र प्रथमवाक्यं किं, पर्वतः पर्वतो वह्निमान् इति. हा, पश्यतु, अत्र स्वार्थ अनुमितिवाक्यमस्ति पर्वतः वह्निमान्, तदनन्तरं प्रथमवाक्यमस्ति पर्वतः वह्निमान्. तर्हि पर्वतः वह्निमान् इति शाब् इति श्रुत्वा एव पर्वते वह्निः अस्ति इति मयि ज्ञानं जातुम् अर्हति खलु. प्रथमवाक्यमेव तदेव अत्र उक्तम्, इदमपि वाक्यं तादृशम्. इदमपि वाक्यम् इत्युक्ते तत्र प्रतिज्ञावाक्यं तादृशमेव शाब्दबोधं जनयति. तादृशम् इत्युक्ते पर्वतः वह्निमान् इति आकारकज्ञानम् एव जनयति. तर्हि तेन वाक्येन अनुमितिः अपि जायते अथवा परामर्शः अपि जायते शाब्द न परामर्शः जायते नास्ति. परामर्शजन्या रमा परामर्शजन्या अनुमितिः आकारः कः, पर्वतः वह्निमान् खलु. सत्यं, प्रथमवाक्यं प्रतिज्ञावाक्यस्य आकारः कः, पर्वतः वह्निमान्. तर्हि तत् श्रुत्वा मयि किं ज्ञानं जायते, शाब्दबोधं जायते. शाब्दबोधं किं मयि किं, तदेव पर्वतः वह्निमान् इति ज्ञानं जातं खलु. शाब्दबोधं तर्हि अनुमितिज्ञानमपि पर्वतः वह्निमान्, स्वार्थ अनुमितिज्ञानमपि पर्वतः वह्निमान्. तदनन्तरं स्वार्थ अनुमानं कृत्वा यदि मम कृते प्रतिज्ञावाक्यं वदति तर्हि पर्वतः वह्निमान् इति ज्ञानं मयि जातं, शाब्दबोधज्ञानं जातं खलु, शाब्दज्ञानं जातं. तदपि तदपि पर्वतः वह्निमान् इति एव. हा, इति आकारकमेव तादृशमेव. तावदुक्तम् एवं च तद् ज्ञानम् अनुमित्या समान विषयकम् उत्पन्नम् इति का अपेक्षा अनुमितेः इति शङ्का भवति. हा, तावद्वदतु, अत्र शङ्का अस्ति, किमर्थम् अन्यानि चत्वारि वाक्यानि वक्तव्यानि. हा, किमर्थं, सत्यं, प्रथमवाक्येन एव पर्वतः वह्निमान् इति ज्ञानं प्राप्तं खलु, शाब्दबोधः जातः. तर्हि किमर्थम् अत्र अन्यानि चत्वारि वाक्यानि वक्तव्यानि, तदनन्तरं मया स्वचिन्तनं कृत्वा अनुमितिज्ञानं प्रापणीयं न आवश्यकं खलु. तर्हि तत्र शङ्का भवति. अस्तु, अग्रे तथापि तादृश एव अत्र श्रोता ग्राह्यः यस्य हेत्वाद्युपन्यासेन विना केवलं पर्वतो वन्यमान इति वाक्यमात्रा जिज्ञासा न शाम्यति. अस्तु, हा तर्हि यः श्रोता अस्ति तस्मिन् केवलं एक एव वाक्येन इति पर्वतवन्यमान इति वाक्यमात्रेण तस्मिन् यः जिज्ञासा अस्ति सा जिज्ञासा न शाम्यति. अतः एव अन्यानि चत्वारि वाक्यानि अपि आवश्यकानि. इत्युक्ते भवान् एव मम कृते वदति पञ्चवाक्यानि. अस्तु, किमर्थं मम कृते वदति? मम मनसि अत्र सन्देहः अस्ति, पर्वते वह्निः अस्ति वा न वा इति सन्देहः, अहं सन्दिग्धवान् अस्मि. नो चेत् पूर्वं विपरीतनिश्चयज्ञानवान् आसीत्, तदनन्तरं तत्र असमीचीनम् इति ज्ञानं जातम् इति कृत्वा इदानीं संशयः पुनः आगतः. तर्हि भवान् वदति पर्वतः, अहं पृच्छामि पर्वते वह्नि अस्ति वा न वा इति. तर्हि तत्र प्रथमवाक्यं भवता उक्तं पर्वतः वह्निमान्. तत् श्रुत्वा ओ पर्वते वह्नि अस्ति किं, तर्हि भवतु अहं न जानामि इति. यदि मम मनसि यः सन्देहः आसीत् तस्य शमनं भवति, तदनन्तरं चत्वारि वाक्यानि भवता न वक्तव्यं खलु? न वक्तव्यं, सत्यं. हा तर्हि अत्र पञ्चव अवयववाक्यश्रोता कः इति चेत् प्रथमवाक्यं श्रुत्वा अपि तस्य मनसि सन्देहः न जातः, शान्तः न अभूत् इति चेत् सः एव ग्राह्यः, तादृशश्रोता एव ग्राह्यः, अन्यत् किमपि न. सत्यं, हा. भवान् वदति पर्वतः वन्यमान् ओ भवतु इति, यदि अहं गच्छामि कं प्रति भवान् वदति अन्यानि चत्वारि वाक्यानि? सत्यं, खलु? सत्यं. यदि तर्हि पर्वतः वन्यमान् इति उक्त्वा उक्त अनन्तरमपि तदनन्तरं वदतु किमर्थं तादृशं वदति इति. तस्मात् श्रुत्वा अपि मम मनसि सन्देहः अस्ति चेत् धूमवत्वात् इति भवता वक्तव्यम्. अस्तु, अग्रे पठतु. तदेव, ज्ञातुमिच्छति च पर्वते वह्निसाधकः कः इति, तं प्रति एव अग्रिमवाक्यानां प्रयोगः. तदेव, यदा सः इच्छति, ज्ञातुमिच्छति वह्निसाधकः कः, पर्वते वह्नि अस्ति चेत् तत् साधकः कः इति, कथं हेतुः कः, साधकः इत्युक्ते हेतुः कः. मम कृते भवान् उक्तवान् पर्वतः वह्निमान्, अहं संशयवान् अस्ति पर्वते वह्निः वा न अस्ति वा न वा इति. तर्हि मम कृते भवता उक्तं पर्वतः वह्निमान्, तदनन्तरं भवान् कथं जानाति हेतुः कः, कथं भवता अवगतम् इति ज्ञातुम् इच्छा मम अस्ति चेत् तं प्रति एव अग्रिमवाक्यानां प्रयोगः. अन्यथा पर्याप्तम् एक एव वाक्यम्. उदं खलु? सो हीस् रियलि ज़ीरोयिङ्ग् इन् आन् दि पर्सन् हू विल् डू दिस् परार्थानुमानम्. क्यूरियस् ओन्ली. सो देर् इस् अ बिग् सेट् आफ् पीपल्. Within that, he is leaving out so many people. Yeah. And he is arriving at only that subset, specific subset. Who will do Parartha-anumana? Asu, dhanyavada mahode. Agre, Shivara mahode patati va. Aam mahode. Punta sankhya vadu. 199. तत्र प्रतिज्ञा इति शीर्षकमस्ति, तत्र द्वितीयपरिच्छेदः, यस्तु पर्वतः वह्निमान्. यस्तु पर्वतः वह्निमान् इति वाक्यं श्रुत्वा तज्जन्यशाब्दबोधेन कृतकृत्यः न हेतुं जिज्ञासते न तं प्रति हेतु उद्युपन्यासः आवश्यकः. हेतुवादि उपन्यासः आवश्यकः. हेतु आदि उपन्यासः आवश्यकः न अपि परमार्शः तस्य निश्चयजनकः किन्तु शब्द एव तस्य जायमानः अपि शाब्दबोध एव इति ध्येयम् एवश्च शब्दात् पर्वते वह्निं ज्ञात्वापि कुतः तत् साधकं प्रमाणं किम् इति श्रोतुः जिज्ञासायां द्वितीयं वाक्यं प्रवर्तते धूमात् इति पर्वतो वन्यमान् इति वाक्यं श्रुत्वा तत् शाब्दबोधेन कृतकृत्य न हेतु जिज्ञास्ते न प्रति कृतकृत्यः इत्युक्ते इदानीं तस्य मनसि आत्मनि यः सन्देहः आसीत् तत् अपगतं केवलं पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं श्रुत्वा यदि सः कृतकृत्यः अभवत् इत्युक्ते हेतुं न जिज्ञासते किमर्थं वह्निसाधकः कः भवान् कथं ज्ञातवान् इति तादृश आकाङ्क्षा नास्ति चेत् न तं प्रति हेत्वादि उपन्यासः आवश्यकः अत्र चत्वारि वाक्यानि प्रतिज्ञावाक्यस्य अनन्तरं चत्वारि वाक्यानि यानि सन्ति ते न वक्तव्यः एव तेषाम् उपन्यासः न करणीयः एव इति उक्तम् नापि नापि परमार्शः तस्य निश्चयजनकः किन्तु शब्द एव इत्युक्ते किम् शब्देन एव जायते वा तस्य हा तर्हि शब्देनैव पर्वतः वह्निमान् इति इदानीं ज्ञानं प्राप्तं खलु तादृशज्ञानं केन प्रमाणेन लब्धम् इति चेत् शब्दप्रमाणेनैव लब्धं न तु अनुमानप्रमाणेन अवगतम् तस्य जायमानो अपि शाब्दबोध शाब्दबोधे एव इति ध्येयं शाब्दबोधः एव न तु अनुमान अनुमितिः नास्ति पर्वतः वह्निमान् इति ज्ञानं यत् प्राप्तं तत् शाब्दबोधः एव न तु अनुमितिः इति ध्येयम् इति अवगन्तव्यम् अग्रे शब्दात् पर्वते वह्नि ज्ञात्वा अपि कुत तत् साधकं प्रमाणं किम् इति श्रोतुं जिज्ञासायां द्वितीयं वाक्यं प्रवर्तते धूमात् इति नाम पर्वतो वह्निमान् इति वाक्येन शाब्दबोधः तत्र भवति किन्तु तस्य प्रमाणं किम् इति श्रोतुं तत्र जिज्ञासा भवति सा जिज्ञासा एव द्वितीयं वाक्यं भवति चेत् तत्र द्वितीयं वाक्यं तत्र द्वितीयं वाक्यं तत्र प्रवर्तते हा अस्तु तर्हि इदानीं द्वितीयवाक्यं किं धूमात् नो चेत् धूमवत्वात् इति हेतुः उक्तः तर्हि कं प्रति हेतुः वक्तव्यं हेतुवाक्यं वक्तव्यं प्रतिज्ञा हेतु अस्ति खलु द्वितीयवाक्यं कं प्रति वक्तव्यमिति चेत् यस्मिन् जिज्ञासा न शान्ता अभवत् तं प्रति एतद्वाक्यं वक्तव्यम् अस्तु इदानीं द्वितीयवाक्यम् उक्तम् अग्रे पठतु महोदय उदाहरणवाक्यं तृतीयवाक्यम् उदाहरणवाक्यं यस्मात् पर्वते धूमः अस्ति अतः अत्र च श्रोतुः आकाङ्क्षा भवति कुतः न जलात् धूमादेव च कुतः ताम् आकाङ्क्षां शमयितुं धूमे व्याप्तख्यः वह्निसम्बन्धः अस्ति इति बोधनाय तृतीयं वाक्यं प्रवर्तते यो यो धूमवान् सः वह्निमान् इति अनेन वाक्ये पूर्वदर्शितरीत्या सकलधूमादिकरणेषु वह्निसत्त्वं प्रतिपाद्यते यस्मात् पर्वते धूम अस्ति अतः अत्र च श्रोतुः आकाङ्क्षा भवति कुतो न जलात् धूमादेव च तत्र आकाङ्क्षा शमयितुं धूमे व्याप्यर्थं वह्निसम्बन्धः अस्ति इति बोधनाय नाम तत्र सम्बन्धस्य बोधनं तत्र भवति वा यः यः धूमवान् सः वह्निमान् इति कः सम्बन्धः द्वयोर्मध्ये यः सम्बन्धः अस्ति तस्य सम्बन्धस्य अत्र स्मार धूम तथा वह्नि एतयोः मध्ये कीदृशसम्बन्धः उत्तमम् एतावत्पर्यन्तं यत्सर्वं भवता उक्तं समीचीनं किन्तु कीदृशः मनः समवायतु न धूमवह्नियोः मध्ये सम्बन्धः धूमः वह्नितः एव भवति अन्यात् न भवति इति सत्यं किन्तु यत्र यत्र वह्निः अस्ति तत्र सर्वत्र धूमः अस्ति वा न इदानीन्तन ग्यास् स्टौ तत्र वह्निः एव अस्ति किन्तु धूमः नास्ति खलु नास्ति तर्हि समानवृत्तित्वं नास्ति खलु यत्र यत्र वह्निः यत्र यत्र वह्निः तत्र तत्र धूमः इति नास्ति खलु तर्हि वह्नेः अधिकदेशवृत्तित्वम् अस्ति यत्र वह्निः अस्ति तत्र धूमः भवितुमर्हति धूमः न भवितुमपि अर्हति किन्तु यत्र यत्र धूमः अस्ति तत्र सर्वत्र वह्निः भवेदेव तर्हि वह्नेः अपेक्षया धूमः न्यूनदेशवृत्तिः अस्ति खलु तर्हि यत्र एतादृशभावः अस्ति तत्र किं वदेम वह्निः इदानीं व्यापकः तर्हि कीदृशसम्बन्धः अस्ति वह्निधूमयोः मध्ये उत्तमम् इति सम्बन्धः तदेव अत्र उक्तं शमयितुं धूमे व्याप्त्याख्यः वह्निसम्बन्धः वह्नेः अपेक्षया धूमे व्याप्तिः वर्तते इत्युक्ते धूमः व्याप्यः अस्ति कस्य अपेक्षया वह्नेः अपेक्षया धूमः व्याप्यः अस्ति इति तादृशज्ञानम् तादृशज्ञानस्य बोधनाय तृतीयं वाक्यं प्रवर्तते यो यो धूमवान् सः सः वह्निमान् अनेन वाक्येन पूर्वदर्शित्या सकलधूमाधिकरणेषु वह्निसत्त्वं प्रतिपाद्यते नाम अनेन ज्ञानेन तत्र धूम दृष्ट्वा तत्र वह्निः अस्ति इति तत्र ज्ञानं भवति न समीचीनतया वक्तव्यम् अनेन किं तत्र धूमं दृष्ट्वा वा नास्ति अनेन वाक्येन नाम सम्बन्धः सम्बन्धवाचकवाक्येन व्याप्यवाचकवाक्येन तत्र पूर्वदर्शितरीत्या सकलधूमाधिकरणेषु वह्निसत्त्वं प्रतिपादयति नाम धूम अधिकरणे ज्ञातं मया एतद् वाक्यस्य अर्थं ज्ञातं वह्निसत्त्वं प्रतिपाद्यते तत्र धूमस्य वह्नि तत्र अधिकरणरूपेण अस्ति नाम वह्नि अस्ति चेत् एव धूमः अस्ति वा भवति इति तत्र ज्ञानं भवति नाम धूम दृष्ट्वा वह्नि तत्र अस्ति एव इति ज्ञानं भवति हा किन्तु अत्र मुख्यवार्ता का इति चेत् वाक्येन जायते तर्हि प्रतिज्ञावाक्यं श्रुत्वा पर्वतः वह्निमान् इति शाब्दबोधं प्राप्तं धूमात् धूमवत्वात् इति वाक्यं श्रुत्वा पुनः शाब्दबोधः एव जातः तृतीयं यो यो धूमवान् सः वह्निमान् इति वाक्यं श्रुत्वा व्याप्तिज्ञानं जातं किन्तु व्याप्तिज्ञानमपि इदानीं शाब्दबोधम् एव इति मनसि भवेत् अस्तु धन्यवादः महोदय अग्रे स्वामिमहोदय पठति वा सर्वेषु धूमाधिकरणेषु महोदय आं महोदय पूर्वं प्रतिज्ञा अस्ति महोदय प्रतिज्ञा अनन्तरं यस्य आवश्यकमस्ति यस्य तस्य निश्चयज्ञानं नास्ति खलु महोदय आमां निश्चयज्ञानम् अस्ति चेत् प्रतिबन्धकः भवति इति एतत् सर्वं चिन्तितम् महोदय न श्रुतं महोदय आं निश्चयज्ञानं नास्ति तस्मिन् निश्चयज्ञानम् अस्ति चेत् प्रतिबन्धकः भवति खलु महोदय श्रूयते वा सम्यक् मम अत्र भिन्नरीत्या अद्य योजितं वा महोदय सम्यक् श्रूयते वा मम? आमां श्रूयते, किन्तु भवता न श्रूयते इति भाति. यदहं वदामि तत् श्रूयते वा? मध्ये मध्ये खण्डितं भवति. अस्तु, तर्हि पठतु महोदय अग्रे. सर्वेषु धूमाधिकरणेषु इति पठतु. आं महोदय, सर्वेषु धूमाधिकरणेषु वह्निः अस्ति इत्यस्य अयमपि अर्थः भवति. धूमाभावः नास्ति. सर्वेषु यत्र यत्र धूमः अस्ति तत्र वह्निः अस्ति. सर्वेषु धूमाधिकरणेषु वह्निः अस्ति. स्वामी महोदय, अत्र क्लेशः अस्ति महोदय, भवतः कनेक्षन् महोदय. यत्र महोदय अत्र किञ्चित् म्यूट् मध्ये भूत्वा यद् इदानीम् अहं वदामि तत् शृणोतु कृपया. म्यूट् मध्ये गच्छतु कृपया. हा, अत्र भवतः कनेक्षन् मध्ये अद्य क्लेशः अस्ति, मध्ये मध्ये खण्डनं भवति, न श्रूयते समीचीनतया. तर्हि बहिः गत्वा पुनः आगच्छतु. तावत् तत्र रमेश् महोदय पठति इदानीं. रमेश् महोदय पठतु महोदय. सर्वेषु धूमाधिकरणेषु इति आरभ्य. आम्, सर्वेषु धूमाधिकरणेषु वह्निः अस्ति इत्यस्य अयमपि अर्थः भवति. धूमाधिकरणेषु वह्नि अभावः नास्ति इति. तर्हि यत्र वह्निः सर्वाधिधूमाधिकरणेषु, यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इत्युक्ते, यत्र यत्र धूमः यत्र यत्र धूमाधिकरणेषु वह्नि अभावः नास्ति. तर्हि वह्नि अभावः नास्ति इत्युक्ते वह्निः अस्ति इति एव. न, अत्र यत्र यत्र यो यो धूमवान् सः वह्निमान् इति वाक्यमस्ति खलु. तत् श्रुत्वा सर्वेषु धूम अधिकरणेषु वह्निः. प्रथमं तत्र सर्वेषु इति कथं जातं, कथं ज्ञातं? यत्र यत्र इति वीप्सा उक्ता खलु. यत्र यत्र द्विवारं यत्र वदामः तत्र यत्र सर्वत्र इति अर्थः भवति. तर्हि सर्वेषु धूम अधिकरणेषु वह्निः अस्ति इति एव वाक्ये उक्तं खलु. तत् श्रुत्वा अयमपि अर्थः भवति, धूम अधिकरणेषु वह्नि अभावः नास्ति इति अपि ज्ञानं भवति इति उक्तमत्र. अत्र भिन्नज्ञानमस्ति. धूम अधिकरणेषु वह्नि अभावः नास्ति इति ज्ञानं सर्वेषु धूम अधिकरणेषु वह्निः अस्ति इति ज्ञानात् भिन्नमस्ति. कथम् इति अग्रे उच्यते, किन्तु अत्र भेदः वर्तते इति मनसि भवेत्. सर्वेषु धूमाधिकरणेषु वह्निः अस्ति इति ज्ञानं, सर्वेषु धूमाधिकरणेषु वह्नि अभावः नास्ति इति ज्ञानं समानं नास्ति. तयोः मध्ये भेदः अस्ति. कः भेदः इति अग्रे उच्यते. पठतु इदानीम् अग्रे. तर्हि धूम अधिकरणेषु विद्यमानाः ये घटपट आदीनाम् अभावः तेषां प्रतियोगित्वं घटे पटे इत्यादौ न कदाचिद् अपि वह्निः वह्नौ. तद् अभावस्य धूम अधिकरणे असत्वात्. अस्तु, अत्र वदतु इदानीं किम् अवगतं तावत्. तर्हि धूम अधिकरणेषु घटपट घटः पटः इत्यादि न अस्ति. तर्हि तेषाम् अभावः एव अस्ति. तेषां अभावस्य प्रतियोगिता कः इत्युक्ते घटस् घटाभावस्य प्रतियोगिता घटः एव. घटाभावस्य प्रतियोगी घटः प्रतियोगिता प्रतियोगिता घटे अस्ति प्रतियोगी घटः अस्ति. ते तस्य घट अभावस्य प्रतियोगी वह्निः न अस्ति तदेव तत्र दत्तमस्ति. तद् अभावस्य धूमाधिकरणे तद् अभावस्य तद् इत्युक्ते घट अभावस्य न घट अभावस्य धूमाधिकरणे असत्वात् घट अभावः धूमाधिकरणे अस्ति वा. हा घट अभावः धूमाधिकरणे अस्ति. तर्हि अग्रे पठित्वा किञ्चित् निगमनं कुर्मः. हा तद् अभावस्य धूमाधिकरणे असत्वात् अतः धूमाधिकरणे विद्यमानः यः अभावः अतः धूमाधिकरणे विद्यमानः यः अभावः तस्य या प्रतियोगिता घटपटादौ विद्यमाना सा न अस्ति इति अभावः वह्नौ लभ्यते. इदम् एव वह्नेः धूमं प्रति व्यापकत्वं नाम. तर्हि तस्य अतः धूमाधिकरणे विद्यमानः यः अभावः धूमाधिकरणे यः घट अभावः अस्ति तस्य प्रतियोगिता घट घटपटादौ अस्ति विद्यमान घटपटादौ यः विद्यमानः सा न अस्ति अभावः वन्ने न अस्ति अभावः घटपटादौ अभावः नास्ति इत्युक्ते वह्ने लभ्यते. तद् न बुद्धं महोदय कथं वह्निः एव लभ्यते इति. अस्तु अत्र वस्तुतः किमपि नास्ति. अत्र अहं प्रश्नं करोमि तस्य उत्तरं वदतु. भवान् व्यापकत्वं व्यापकत्वम् इति पदम् अवगच्छति खलु. व्यापकत्वं कुत्र अस्ति? व्यापकत्वं वन्ने अस्ति. व्यापके अस्ति खलु. व्यापके अस्ति. तर्हि व्यापकः कः कः व्यापकः? धूमः एव व्यापकः. न अग्निः वह्निः व्यापकः. अग्निः व्यापकः धूमः व्याप्यः. सत्यं. तर्हि वह्निः व्यापकः इति कथं निर्णीतम्? यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति तर्हि वह्निः व्यापकः धूमः व्याप्यः. अस्तु. यदि यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति अपि च यदि यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः अस्ति इति स्थितिः अस्ति चेत् तत्र व्यापकः इति वक्तुं शक्यते वा? इत्युक्ते समानवृत्तिः अस्ति चेत् अत्र गन्धवती पृथिवी इति स्वीकुर्मः. यत्र यत्र गन्धः तत्र तत्र पृथिवी अस्ति खलु. यत्र यत्र पृथिवी तत्र तत्र गन्धः अस्ति खलु. तर्हि यत्र यत्र गन्धः तत्र तत्र पृथिवी इति तावदेव वदामश्चेत् पृथिवी व्यापकः भवति वा? भवितुम् अर्हति खलु. कथम् इति तदेव प्रश्नः. भवितुम् अर्हति चेत् पर्वतः व्यापकः इति कथं निर्णीतम्? किमर्थं धूम अत्र किमर्थं गन्धः व्यापकः पृथिवी व्याप्यः किमर्थं न स्यात्? व्याप्यः अस्ति एव परन्तु तद् उपरि एकं लक्षणम् अपि अस्ति, तर्हि यत्र यत्र गन्धः अस्ति तत्र तत्र पृथ्वी अस्ति, यत्र यत्र पृथ्वी अस्ति तत्र तत्र गन्धः अस्ति, द्वयमपि वक्तुं शक्यते. परन्तु अत्र यत्र यत्र अग्निः वह्निः अस्ति तत्र तत्र धूमः अस्ति इति न वक्तुं शक्यते. तर्हि द रिलेशन्शिप् इस् वन् वे, इट् इस् नाट् बोथ् वेस्. सत्यं. तर्हि यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति द्वितीयं वाक्यमस्ति खलु. यत्र यत्र वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः इति. अत्र पश्यतु मूलग्रन्थे किमुक्तम्, अत्र उदाहरणवाक्यं किं, यो यो धूमवान् सः अग्निमान् यथा महानसम् इति तावदेव उक्तम्. तत्र अन्वयवाक्यम् एव उक्तम्, यः यः यो यो धूमः यः यः धूमवान् सः सः वह्निमान् यत्र यत्र धूमः तत्र तत्र वह्निः इति एकमेव वाक्यम् उक्तम्. केवलम् एकेन वाक्येन व्याप्यव्यापकभावः न भवति, तत्र द्वितीयं वाक्यम् अपि वक्तव्यं, यत्र यत्र वह्निः अभावः तत्र तत्र धूम अभावः इति वाक्यमपि वक्तव्यं. किन्तु मूलग्रन्थे तद्वाक्यं न उक्तम्. यदि मूलग्रन्थे यत्र यत्र वह्निः अभावः व्यतिरेकवाक्यं, यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति अपि उक्तं चेत् तत्र व्याप्यव्यापकभावः स्पष्टतया बोध्यः भवति, किन्तु तन्न उक्तं. तर्हि विद्याधरीग्रन्थकारेण तत् साधनीयं कथञ्चित्, यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति अपि उक्तम् इति साधनीयं. तस्य साधनार्थम् एतत् परिच्छेदः आरब्धः. इदानीम् आरम्भतः पश्येम. सर्वेषु धूम अधिकरणेषु वह्निः अस्ति इत्यस्य तावदेव वक्त्रा उक्तं, यो यो धूमवान् सः सः वह्निमान् यथा महानसम् इति एव वाक्यमुक्तं. तर्हि तत् श्रुत्वा एतदपि अवगन्तुं शक्नुमः, किं धूम अधिकरणेषु सर्वेषु धूम अधिकरणेषु वह्नि अभावः नास्ति इति अपि अवगन्तुं शक्यते. अस्तु, तर्हि धूम अधिकरणेषु विद्यमानाः ये घटपटादीनाम् अभावः तेषां प्रतियोगित्वं घटे पटे, किन्तु तादृशप्रतियोगित्वं यत्र यत्र धूमः अस्ति तत्र तत्र तत् धूम अधिकरणेषु अभावः बहवः अभावः सन्ति खलु. पर्वते बहवः अभावाः सन्ति, घटः नास्ति पटः नास्ति, तर्हि पटे प्रतियोगित्वमस्ति घटे प्रतियोगित्वमस्ति, कमपेक्ष्य पर्वतम् अपेक्ष्य. किमर्थं? पर्वते घटाभावः अस्ति पटाभावः अस्ति, किन्तु कस्य अभावः नास्ति, वह्नेः अभावः नास्ति. तर्हि तादृशप्रतियोगित्वं कदाचिदपि वह्नौ न भवति. तदभावस्य वह्नि अभावस्य धूमिकाधिकरणे असत्वात्, अतः धूमाधिकरणे विद्यमानः यः अभावः तस्य या प्रतियोगिता घटपटादौ विद्यमाना सा नास्ति अभावः न स नास्ति इत्यभावः वह्नौ लभ्यते. तादृशप्रतियोगितायाः अभावः वह्नौ नास्ति इति लभ्यते. इदमेव वह्नेः धूमं प्रति व्यापकत्वं नाम. तर्हि वह्निः व्यापकः, वह्नौ व्यापकत्वम् अस्ति, धूम अपेक्षया व्यापकत्वम् अस्ति इति ज्ञानं कथं प्राप्तम् इति चेत् धूमाधिकरणेषु वह्नि अभावः नास्ति इति ज्ञानेन प्राप्तम्. धूम अधिकरणेषु वह्नि अभावः नास्ति इति ज्ञानं कथं प्राप्तम् इति चेत् सर्वेषु धूम अधिकरणेषु वह्निः अस्ति इति यदा वक्ता वदति तत् श्रुत्वा एतदपि अवगन्तुं शक्यते श्रोत्र, किं धूम अधिकरणेषु वह्नि अभावः नास्ति इति अवगन्तुं शक्यते. तेन अवगमनेन अत्र वह्नौ व्यापकत्वं जातं, तर्हि व्याप्यव्यापकभावः ज्ञातः तेन इति वक्तुम् इच्छति सः. वस्तुतः एतत् सर्वं किमर्थम् उक्तम् इति चेत् मूलग्रन्थे एकमेव वाक्यं वक्तम्, अन्वयवाक्यमेव उक्तं, यत्र यत्र धूमः तत्र तत्र वह्निः इति एव उक्तं, यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः इति वाक्यं न उक्तं। यदि तादृशं वदेम तदा एव व्याप्यभावकभावः सिद्ध्यति, किन्तु द्वितीयवाक्यं न उक्तम् इति कृत्वा अत्र विद्याधरीग्रन्थकारः किं करोति, भोः प्रथमवाक्यं श्रुत्वा द्वितीयवाक्यस्य ऊहां वयमेव कर्तुं शक्यते, एतदपि अर्थः भवति। कः अर्थः? धूमाधिकरणेषु वह्नि अभावः नास्ति इति अर्थः अपि तस्मिन् वाक्ये द्योत्यते। तन्वाक्यं श्रुत्वा इदानीं तादृशप्रतियोगिता अभावः वह्नौ अस्ति इति ज्ञातं, तेन वह्नेः धूमं प्रति व्यापकत्वं ज्ञातम् इति उक्तम्। बुद्धं वा? आं महोदय। हा, अत्र किञ्चित् शास्त्ररीत्या चिन्तितं, शास्त्रे किम् आवश्यकं, वाक्यद्वयम् आवश्यकं, द्वयोः पदार्थयोः मध्ये व्याप्यव्यापकभावबोधनार्थं वाक्यद्वयम् आवश्यकं। सामान्यतया किं वदेम, व्यापकः इत्युक्ते अधिकदेशवृत्तित्वं यस्मिन् अस्ति सः एव व्यापकः, न्यूनदेशवृत्तित्वं यस्मिन् अस्ति सः व्याप्यः। तर्हि यत्र यत्र व्यापकस्य भावः अस्ति तत्र तत्र धूमस्य अभावः अस्ति इति आशयः नास्ति, यत्र यत्र धूमस्य भावः अस्ति तत्र सर्वत्र वह्नेः अभावः नास्ति इति वक्तुम् आशयः अस्ति इति कृत्वा एतत् सर्वं चिन्तितं। किञ्चित् लघुभेदः अस्ति किन्तु मुख्यभेदः अस्ति, सूक्ष्मभेदः। अस्तु, अग्रे गच्छेम। धन्यवादः महोदय। अग्रे इदानीं स्वामी महोदय पठतु। समीक्षणः अस्ति महोदय। हा, वदतु। वदतु। यदि अहं यत्र यत्र वह्निः तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः वदामि वयं वदामः तत्र विपरीतम् अपि तर्हि यत्र यत्र वह्नि धूमभावः यत्र यत्र वह्नि अभावः तत्र तत्र धूमः धूमभावः इति अपि ग्राह्यते खलु? किमर्थं न दृश्यते? तद् तद् बोधनार्थमेव अत्र गन्धप्रतिव्ययो न तद् बोधनार्थमेव उदाहरणमस्ति वा? एकनिमिषं भवतः प्रश्नस्य उत्तरम् इदानीं दास्यामि, तदनन्तरं पुनः पृच्छतु। भवता पृष्टं यत्र यत्र धूमः तत्र तत्र वह्निः इति तावदेव वदामश्चेत् यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति ज्ञानमपि प्राप्यते इति यद्भवता उक्तं तत् असमीचीनम्। किमर्थम् इत्युक्ते यत्र यत्र गन्धः तत्र तत्र पृथिवी इति यदि अहं वदामि, यत्र यत्र पृथिवेः अभावः तत्र तत्र गन्धाभावः इति ज्ञानमपि प्राप्यते इति तु सत्यं, किन्तु व्याप्यव्यापकभावः तत्र न लब्धं खलु, अधिकदेशवृत्तित्वं न ज्ञातं खलु। किमर्थमित्युक्ते यत्र यत्र पृथिवी तत्र तत्र गन्धः अस्ति एव, गन्धः अस्ति एव इत्युक्ते देशवृत्तित्वं किमर्थं किमर्थं तद् भवनीयं? अधिकदेशवृत्तित्वं नास्ति चेत् किं भवति इति न बुद्धम्। अधिकदेशवृत्तित्वं नास्ति चेत् व्यापकत्वं न सिद्ध्यते वा इति भवतः प्रश्नः खलु? हा, तदेव प्रश्नः। बिकास् इट् इस् इनफ् इफ् वाट् इट् इस् सेङ्ग् इस् ए इम्प्लैस् बि, दट्स् आल् इट् इस् सेङ्ग्। इफ् दट् वै डु वि नीड् नाट् देर्फोर् इट् इस् आटोमेटिक् दट् नाट् बि इम्प्लैस् नाट् ए, रैट्? दट् इस् वाट् इट् इस् लीडिङ्ग् टु। सो वै इस् इट् वै डु ऐ हव् टु मेक् दट् सेकेण्ड् स्टेट्मेण्ट्? सेकेण्ड् स्टेट्मेण्ट् is a corollary to the first one, is my contention. Therefore, it is true. Not needed. True, but that corollary has to be appreciated by you. Vaktra tadna uktam. Vakta kaha vadati. Vakta kim vadati. Yatra yaha yaha dhumavan, saha saha vanniman iti eva tavadeva tena uktam. Tarhi shabda bodha kiyat jataha, यः यः धूमवान् सः सः वह्निमान् इति तावदेव जातः। तदनन्तरं दट् करालरि आल्सो नीड्स् टु बी थाट् अबौट् बै दि पर्सन् हू इस् लिस्निङ्ग्, बट् द करालरि इस् एसेन्शियल्, रैट्? Corollary is essential, but it automatically follows. There is no new, it is not a separate piece of knowledge is what I am saying, but what you are saying. It is not a separate piece of knowledge, why do you call it as corollary? That's the question that is there. So it just follows, so this is just making it explicit. That, huh. Yes, it is just making that thing explicit. If you don't know it, it is one more step of conclusion. Okay, got it. One. Huh. Yeah, because, exactly, because you're using the word a corollary. The corollary cannot be the same knowledge. Supposing I say this is a pot, what is the corollary of it? You cannot say this is a pot. If I say this is a pot, what is the corollary of it? It is not a cloth. It's a corollary. And that this pot is not a cloth is a different knowledge as compared to this is a pot. Corollary bhavatyeva. Kintu tad bhinnatvam asti. Tatra jnane vishayam bhinnam asti. Tari yatra yatra dhumavan tatra tatra vanhiman iti jnane atra vishayaha kaha iti chet. धूमः अस्ति चेत् वह्निः अस्ति इति विषयः करालरि धूम अधिकरणेषु वह्नि अभावः नास्ति इत्यस्मिन् ज्ञाने इत्यस्मिन् ज्ञाने विषयः कः इति चेत् यत्र यत्र धूम अभावः तत्र सर्वत्र वह्नि अभावः अपि इति ज्ञानं वस्तुतः यत्र यत्र वह्नि अभावः तत्र तु धूम अभावः इति नास्ति यत्र यत्र वह्नि धूम अभावः तत्र तत्र वह्नि अभावः इति अपि ज्ञानमस्ति. That is a corollary. So the knowledge, the subject matter of the knowledge, the object of knowledge, not subject matter, object of knowledge is different. Ubhayam api atra avashyakam. Astu. Swami Mahodaya. Bhavan pas madhye asti. न श्रूयते अस्तु तर्हि रमेश महोदय भवानेव पठतु इत्थमेव आमाम् इत्थमेव घट अधिकरणे कपाले विद्यमानः अभावः पटो न अस्ति पुस्तकं न अस्ति इति अभावः न हि क्वचित् अपि चक्रं न अस्ति इति अभावः कपाले संयोगसम्बन्धेन चक्रस्य सत्यत्वात् अग्रिमवाक्यमपि पठतु इतोपि किञ्चित् बोधः जायते अतः घटाधिकरणे वृत्तित्व अभावः घट अधिकरण घट अधिकरणवृत्तय अभावः वृत्ति अभावः अभावाः वृत्ति अभावाः अन्येषाम् अभावाः एव तर्हि इदानीं सन्दर्भः अस्ति घटस्य उत्पादनं हा घटस्य उत्पादनं भवन् अस्ति तत्र पटः नास्ति पुस्तकमपि न कुत्र घट अधिकरणे चक्रे नास्ति कपाले एव कपाले हा कपाले अस्तु अहम् एवं कुर्मः महोदय अहं प्रश्नं पृच्छामि तस्य उत्तरं वदतु तदा समीचीनबोधः ज्ञायते इदानीं घटस्य उत्पादनं जायमानमस्ति घट अधिकरणं किम् कपालः उत्तमं तदेव कार्याधिकरणमस्ति खलु कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति तर्हि कपालः एव कार्याधिकरणं कपाले बहवः अभावाः सन्ति घटे कपाले पटः अस्ति वा कपाले पटः नास्ति तर्हि पटाभावः घटे कपाले अस्ति पुस्तकमस्ति वा नास्ति पुस्तकाभावः अपि घटे कपाले अस्ति हा किन्तु चक्र अभावः अस्ति वा कपालः कुत्र अस्ति चक्रे अस्ति हा केन सम्बन्धेन संयोगसम्बन्धेन चक्रे अस्ति उत्तमं तर्हि चक्रनिष्ठसंयोगसम्बन्धः कुत्र अस्ति चक्रनिष्ठसंयोगसम्बन्धः चक्रे अपि अस्ति चक्रनिष्ठसंयोगसम्बन्धः कपाले अस्ति उत्तमं खलु उत्तमं चक्रनिष्ठसंयोगसम्बन्धः कपाले अस्ति तर्हि चक्रं संयोगसम्बन्धेन कपाले वर्तते इति अपि वक्तुं शक्यते संयोगसम्बन्धः अस्ति इति कृत्वा उभयनिष्ठः तर्हि तदेव अत्र उक्तं संयो अतः न हि क्वचिदपि चक्रं नास्ति इति अभावः कपाले संयोगसम्बन्धेन चक्रस्य सत्वात् चक्रं संयोगसम्बन्धेन कपाले अस्ति इति कृत्वा चक्रं विहाय सर्वे अभावाः कार्यादिकरणे कपाले अस्ति इति जातं खलु अस्तु तर्हि अतः घट अधिकरणवृत्ति अभावः अन्येषाम् अभावः एव अन्येषाम् इत्युक्ते चक्र अभावः नास्ति चक्रस्य अपेक्षया अन्येषां सर्वेषाम् अभावः घट अधिकरणे कपाले अस्ति अस्तु तत्प्रतियोगित्वम् अन्योन्य अभावप्रतियोगित्वं कुत्र अस्ति पटे पुस्तके किन्तु तादृशप्रतियोगित्वं प्रतियोगित्वं नास्ति इति अभावः चक्रे अस्ति खलु उत्तमम् अतः पठतु अग्रे अतः अतः चक्रम् अपि भवति घटव्यापकम् हा इदानीम् इतोपि एकं स्तरम् अधे गतम् अधः गतम् इत्युक्ते यत्र यत्र कपालः घटस्य कारणमिति कृत्वा कपालघटयोः मध्ये व्यापकव्याप्यभावः अस्ति खलु एवम् अत्र यत्र यत्र कपालः अस्ति तत्र सर्वत्र चक्रः अस्ति इति कृत्वा इत्युक्ते चक्रे कपाल अन्योन्य अभावप्रतियोगित्वं नास्ति इत्यतः यत्र यत्र कपालः अस्ति तत्र सर्वत्र चक्रमस्ति इति कृत्वा इदानीं घटं प्रति चक्रमपि व्यापकं भवति इति उक्तम् घटस्य व्यापकं चक्रमस्ति अस्तु अग्रे पठतु महोदय एवमेव सर्वत्र कार्यकारणभावस्थले कार्यादिकरणनिष्ठ अभावप्रतियोगित्व अभावः तत् कारणस्य आलोच्यः तेन तत् कारणस्य कार्यं प्रति व्यापकत्वसिद्धिः इत्युक्ते बहूनि कार्याणि कारणानि भवन्ति खलु घटस्य उत्पादनार्थम् आम् तेषां सर्वेषां कारणानां व्यापकत्वम् अस्ति घटं प्रति इति अवगमनम् तावदेव इत्युक्ते कुलालस्य कुलाले अपि व्यापकत्वमस्ति घटं प्रति कुलालः व्यापकः चक्रं व्यापकं तत्र असमवायीकारणविदस्ति कपालद्वयोः संयोगः तदपि व्यापकम् इति घटस्य यानि कारणानि सन्ति तानि सर्वाणि कारणानि व्यापकानि एव इति उक्तमत्र बुद्धं खलु बुद्धं महोदय इदानीं बुद्धं प्रथमं यदा अहं पठितं मया पठितं तदा न बुद्धम् इदानीं हा तर्हि अत्र अस्मिन् परिच्छेदे आशयः कः इच्छति चेत् सर्वेषां कारण सर्वेषु कारणेषु कार्यं प्रति व्यापकत्वम् अस्ति इति बोधः अस्तु तत् व्यापकत्वं कथं निर्णीतम् इति चेत् कार्यादिकरणे प्रतियोगित्वस्य अभावः अस्ति इति तेषां कारणानां प्रतियोगित्व अभावः अस्ति कार्यादिकरणे इति कृत्वा प्रतियोगित्व अभावः अस्ति. अस्तु, समयः जातः, अत्र स्थगयेम. इतोपि अग्रिमपरिच्छेदे इतोपि किञ्चित् चिन्तनमस्ति. अत्र कारणकार्यभावः चिन्तितः, व्याप्यव्यापकभावः चिन्तितः, किन्तु तयोः मध्ये लघुभेदः अस्ति. काल अपेक्षया वयं जानीमः कारणानि कार्योत्पत्तेः पूर्वक्षणे भवेत्, तत्र काल अपेक्षा अस्ति कार्यकारणभावे, किन्तु व्याप्यव्यापकभावे तादृश काल अपेक्षा नास्ति इति भेदः तयोः मध्ये. अस्तु, तदग्रिमवर्गे इतोपि अग्रे चिन्तयेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.